संयोगस्य विषये पुनः चर्चा जायमाना अस्ति अधुना. संयोगस्य विषये चर्चायाम् अस्माभिः परिशीलितं यत् संयोगः कुत्र कुत्र वर्तते इति. तत्र दृष्टवन्तः मूर्तद्रव्ययोः मध्ये अथवा मूर्तद्रव्येण सह विभुना च संयोगः भवति. संयोगस्य विषये इतोपि परिशीलनं कृत्वा नियमद्वयं निष्पन्नम्. अवयवसंयोगेन अवयविनः संयोगः उत्पद्यते, अपि च अवयवस्य संयोगेन अवयविनः संयोगजः संयोगः जायते इति. अवयवसंयोगः इति यः संयोगः अस्ति, सः संयोगः तु क्रियाजन्यः नाम कर्मजः. तेन संयोगेन अवयविनि अपि संयोगः जायते इति कृत्वा अवयविनि यः संयोगः सः संयोगः संयोगः इति उच्यते. अस्तु, तेनैव मार्गेण गत्वा अग्रे अस्माभिः परिशीलितं यत् अयुतसंयोगः कुत्र भवति इत्युक्ते युतसिद्धयोः मध्ये एव संयोगः भवति. अयुतसिद्धयोः मध्ये संयोगः न भवति इति पर्यन्तम् अस्माभिः प्राप्तम्. तत्र युतसिद्धः इत्युक्ते किमिति कोऽपि वदति वा? राजेन्द्रमहोदय. पृथक्तया सिद्धः ये सन्ति. पृथक्तया सिद्धे द्रव्ये युतसिद्धे इति वदामः. पृथक्तया सिद्धे इत्युक्ते तत्र अवयवस्य विषये किञ्चित् वदति. पृथक्तया इत्युक्ते ते अन्य भिन्नमूर्तद्रव्येण अथवा विभूत द्रव्यः अस्ति, तस्य अवयवाः द्वितीयद्रव्येण सह किमपि. तर्हि अवयवस्य विषये किं वक्तुं अवयवाः सन्ति? पृथक् पृथक् अवयवः अपि भवति. धन्यवादः भगिनी. तर्हि युतसिद्धयोः अवयवाः अपि भिन्नाः भवन्ति, यथा पुस्तकः अपि च उत्पीठिका, तयोः अवयवाः भिन्नाः, तयोः मध्ये एव संयोगः भवति. अपि च पृथग् आश्रय आश्रितौ इति एकः शब्दः परिशीलितः, तस्य विषये कोऽपि किञ्चित् वदति वा? जयन्ती भगिनी प्रायः अस्तु, अन्य कोऽपि? पृथक् आश्रय आश्रितौ इत्युक्ते पृथक् च आश्रयौ अपि च पृथक् च आश्रितौ इति. यस्य अवयवाः अवयवम् आश्रित्य द्रव्ये पृथक् तिष्ठन्ति, स्व अवयवम् आश्रित्य तिष्ठति द्रव्ये द्वे स्तः चेत् प्रत्येकं द्रव्यं स्व आश्रयम् आश्रित्य तिष्ठति. अतः पृथक् आश्रय आश्रितौ इति अस्ति तत् स्थितिः, पृथक् स्थितिः. सत्यं सत्यं. युतसिद्धौ इति यद् अस्माभिः इदानीम् उक्तं, तादृशपदार्थौ पृथगाश्रय आश्रितौ एव भवतः इति, यतोहि तयोः आश्रयः भिन्नः भवति इति. अवयवाः भिन्नाः, अवयवम् आश्रित्य एव ते तिष्ठन्ति खलु द्रव्याणि. तर्हि ययोः आश्रयौ भिन्नौ तौ पृथगाश्रय आश्रितौ इति. युतसिद्धत्वं यत्र तत्र पृथगाश्रय आश्रितत्वम् अपि वर्तते, अपि च तयोः मध्ये एव संयोगः शक्यः इति परिशीलितम्. तदनन्तरम् अयुतसिद्धद्रव्यस्य विषये, तत्र अयुतसिद्धत्वम् अपि च समवायः अयुतसिद्धत्वम् अपि समवायः इति समानस्तरे स्तः यत्र अयुतसिद्धत्वं तत्र तत्र समवायः इति उक्तं तथा किमर्थम् इति कोऽपि वदति वा स्वस्य वाक्यैः तत्र नाशपर्यन्तं तिष्ठति हा हा समीचीनं महोदय एकम् उदाहरणं दत्वा कृपया घटकपालः अथवा किमपि भवतु पुस्तकं पत्राणि यत्र यत्र अवयव अवयवीभावः वर्तते अथवा हा क्रिया अपि च क्रियावतोः मध्ये वा जातिव्यक्त्योः मध्ये वा यत्र यत्र समवायः भवति यत्र द्रव्य सप्तपदार्थेषु तत्र द्रव्यगुण अथवा द्रव्यक्रिय द्रव्य जाति जातिव्यक्ति एतेषु भवति हा तत्र तत्र यत्र समवायः अस्ति तत्र अयुतसिद्धत्वम् अपि अस्ति नाम नाशपर्यन्तम् एवं वक्तुं शक्नुमः यत्र समवायसम्बन्धः प्राप्तुं शक्यते तत्रैव अयुद्धसिद्धत्वं समीचीनं हा हा तर्हि भवता प्रतिपादितमासीत् वर्गे तर्हि किञ्चित् वदतु समव्याप्तिः इति उक्तं खलु भवता तदा समव्याप्तिः इति किमर्थम् उच्यते समव्याप्तिः इत्युक्ते तत्र तत्र किमर्थं चेत् यत्र समवायसम्बन्धः अस्ति तत्र अयुतसिद्धत्वं अन्यरीत्या अपि यत्र अयुतसिद्धत्वं तत्र समवायसम्बन्धः एकस्य नष्टः जायते चेत् अन्यः अपि गच्छति सत्यं इति तयोः मध्ये समव्याप्तिः व्याप्यव्यापकभावः अस्ति तत्र व्याप्यः कः व्यापकः कः इति प्रश्नः न उदेति यतोहि उभौ अपि व्याप्यौ उभौ अपि व्यापकौ इति कृत्वा तयोः मध्ये समव्याप्तिः यत्र यत्र समवायः तत्र तत्र अयुतसिद्धत्वं नाम नाशपर्यन्तं यः कोऽपि अपरस्मिन् तिष्ठति तत्र अयुतसिद्धत्वम् इति उच्यते अवयव अवयविनोः मध्ये घटस्य नाशपर्यन्तं घटः कपालम् आश्रित्य तिष्ठति इति कृत्वा तत्र अयुतसिद्धत्वम् इति अस्ति अस्तु तस्मिन् सन्दर्भे केचन प्रश्नाः आगतः प्रथमम् आसीत् धूमः वह्निः इति तत्र धूमः वह्निः अनयोः मध्ये व्याप्यव्यापकभावः अस्ति एव अपि च कार्यकारणभावः अपि स्यात् यत्र व्याप्यव्यापकभावः अस्ति तत्र कुत्रचित् कार्यकारणभावः अपि स्यात् यथा वह्नेः कारणेन एव धूमः जायते तत्र कार्यकारणभावः अस्ति परन्तु समव्याप्तिः इति नास्ति हा नाम यत्र यत्र वह्निः तत्र तत्र धूमः भवति एव इति न वक्तुं शक्नुमः विना धूमम् अपि वह्निः भवितुमर्हति तर्हि समव्याप्तिः नास्ति व्याप्यव्यापकभावः अवश्यमस्ति कार्यकारणभावः अपि अवश्यमस्ति किन्तु अयुतसिद्धत्वं समवायः तयोः मध्ये तथा नास्ति समव्याप्तिः अस्ति अपि च कार्यकारणभावः इति किमपि नास्ति समवायसम्बन्धः अयुतसिद्धत्वम् अनयोः मध्ये अस्मिन्नेव प्रसङ्गे एकः प्रश्नः आगतः गोपालमहोदयस्य इति चिन्तयामि धूमः कीदृशपदार्थः इति खलु महोधा हा मया पृष्टम् अपि महोदय पृष्टः सः अपि पार्थिवः इति चिन्तयति तत्र वायवीय अंशः अपि स्यात् किन्तु वस्तुतः तथा अस्ति तत्र धूमे गन्धः अपि अस्ति अग्निः किमपि भवति अग्नियं स्थापयामः तस्य गन्धः अपि धूमे भवति किल तर्हि अवश्यम् अस्ति हा पार्थिवं तु अस्ति एव इति किन्तु वस्तुतः मिश्रणयुवीय भवितुं न अर्हति खलु तस्य आकारः अस्ति अतः न भवितुम् अर्हति इति वयं चिन्तितवन्तः खलु सत्यं, किन्तु महोदयेन उक्तं मिश्रपदार्थाः यथा भवन्ति, यथा सुवर्णः, सुवर्णः तैजसं द्रव्यम् इति वयं पठितवन्तः खलु. तत्र सुवर्णतैजसम् अस्ति, परन्तु पार्थिव अंशाः मिश्रिताः भवन्ति, तेन सुवर्णस्य रूपम् अस्ति इत्यादिकं, पीतरूपत्वम् इत्यादिकम् आसीत् सुवर्णस्य. तथैव धूमः प्रायः प्रमुखतया वायुव्यः, परन्तु मिश्रणमपि अस्ति, तस्मिन् पृथ्वी अपि अस्ति, अपि च तेजः अपि स्यात् इति उक्तम् इति धूमस्य विषये. तर्हि अपरः प्रश्नः आसीत् अस्मिन्नेव सन्दर्भे, यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र कार्यकारणभावः अस्ति वा इति, जयन्तीभगिन्याः प्रश्नः इति चिन्तयामि. तर्हि गुणद्रव्ययोः मध्ये तु अस्ति इति स्पष्टं स्यात्, द्रव्यं कारणं, गुणः कार्यं, क्रियाक्रियवतोः मध्ये अपि तथा एव स्यात्. अस्तु, अवयव अवयविनोः मध्ये अपि कार्यकारणभावः, तत्र कार्यं किं, कारणं किम्? अवयवः कारणम्, अवयवी इति कार्यम्. अस्तु, कार्यम् इति यत्र वदामः तत्र यः कोऽपि कार्यत्वेन मन्यते सः जन्यः भवति, यः कोऽपि पदार्थः अपरेण कारणेन सः जायते इति सः कार्यः. किन्तु परमाणुविशेषयोः मध्ये कार्यकारणभावः अस्ति वा इति प्रश्ने कृते, तत्र परमाणुः नित्यद्रव्यं खलु, तत्र जन्म अपि नास्ति, नाशः अपि नास्ति, जायते इति किमपि नास्ति परमाणुविषये, तथा एव विशेषः अपि. यथा परमाणवः नित्याः, तथैव विशेषः परमाणुषु स्थिताः विशेषाः अपि नित्याः, तस्यापि जायते इति किमपि सिद्धान्तः नास्ति, कोऽपि सिद्धान्तः. तर्हि तत्र कारणकार्यभावः नास्ति, समवायसम्बन्धः तु अस्ति एव. अनन्तरं जातिव्यक्त्योः मध्ये तत्र मतभेदः वर्तते इति उक्तं, जातिः अपि नित्यम् इति, जातिः अपि नित्या इति कैश्चित् नैयायिकैः अनुमीयते. तर्हि यत्र नित्यत्वम् अस्ति तत्र कार्यकारणभावः न भवितुमर्हति इति सिद्धान्तः. धन्यवादः भगिनि. अस्तु भगिनि, चिन्ता नास्ति. केन केन आगतं मध्ये? नमस्ते भगिनि, लक्ष्मी अस्मि अत्र. लक्ष्मी भगिनि, अस्तु अस्तु. अस्तु तर्हि अन्ते गते वर्गे पृथगाश्रय आश्रितौ अपि च युतसिद्धौ इति समानौ इति वयं चर्चितवन्तः. यत्र युतसिद्धत्वम् अस्ति तत्र पृथगाश्रय आश्रितत्वमपि स्यात् इति अस्माभिः चर्चितं. तर्हि तेनैव तर्केण घटः अस्ति, कपालः अस्ति, घटस्य आश्रयः कपालः, कपालस्य आश्रयः कपालिका. तर्हि कपालस्य आश्रयः भिन्नः, घटस्य आश्रयः भिन्नः इति अस्ति खलु स्थितिः. तर्हि कथं वा घटः च कपालः युतसिद्धौ न स्तः इति प्रश्नः आगतः आसीत्. तत्र उत्तरं किं तस्य? तत्र परम्परया. हा हा, इतोपि किञ्चित् वदति वा महोदय? आम्, तत्र कपाले यदा वदामः कपालः जायते कपालिक संयोगेन, घटः जायते कपालस्य समवायसम्बन्धेन. एवं यथा वयम् उदाहरणं वक्तुं शक्नुमः, कुलालः अस्ति, कुलालः पिता, एवं वक्तुं शक्नुमः वा? तत्र अपि परम्परया जायते, परन्तु एवम् एवं कुलालः इति त्यजतु इदानीं, घटः कपालः कपालिका, तत्र कीदृशी स्थितिः अस्ति इति किञ्चित् विवरणं ददातु भगिनी. अहं चिन्तयामि वस्तुतः कपालिका अपि घटस्य आश्रये कपालिकायामपि अस्ति वस्तुतः. हा महोद्गोपालमहोदयेन परम्परया इति वक्तं खलु, तत्र तर्हि राजेन्द्रमहोदय वदतु परम्परया कः कस्मिन् अस्ति? कपालः कपालिकायाम् अस्ति, घटः कपाले अस्ति, कपालिकायाम् अपि अस्ति. हा परम्परया, यद्यपि कपालस्य अवयवाः भिन्नाः, आश्रयाः भिन्नाः, यद्यपि घटस्य आश्रयः भिन्नाः, तथापि घटः परम्परया कपालस्य आश्रये तिष्ठति. परम्परया घटः कपालिकायां तिष्ठति इति कृत्वा तत्र यद्यपि आश्रयस्य भिन्नत्वं भाति तथापि तयोः युतसिद्ध उच्यताम् युतसिद्धत्वं न भवति तत्र न भवति. हा इति एव वार्ता. पृथगाश्रय आश्रितत्वम् इति किमपि नास्ति, अयुतसिद्धत्वमेव अस्ति अत्र, न तु युतसिद्धत्वम्. अस्तु, तेनैव मार्गेण गत्वा तत्र इतोपि एकः प्रश्नः आसीत्, अन्ततो गत्वा सर्वेषाम् आधारः परमाणवः इति भवन्ति चेत् तत्र दोषः भवति वा अस्मिन् तर्के इति, ततः अग्रे तर्हि अद्य पठेम. सावित्री भगिनी पठति वा अधुना नूतनप्रश्नः? आं भगिनि, एकः प्रश्नः अस्ति, कपालिका इत्युक्ते किम्? अहं न सम्यक् अवगच्छामि. कपालस्य अवयवः कपालिका, तावदेव. अवयवः कपालिका, परन्तु कपालः तु जानामि, कपालस्य अवयवः कपालिका इत्युक्ते कपालस्य एकः खण्डः वा? तावदेव, तावदेव अस्ति खण्डः. अवयवः इत्युक्ते भागः, खण्डः खलु. साक्षात् द्रष्टुं न शक्यते वा, अथवा शक्यते कपालिका? अस्तु, सर्वेषां पदार्थानां तथा अवयवाः भवन्ति एव, परमाणुपर्यन्तं गन्तुं शक्नुमः गमनार्थम्, अधः गत्वा गत्वा अवयवाः भवन्ति एव खलु, तर्हि तथा गत्वा कपालः तस्य कपालिका इति उच्यते. कपालस्य लघुभागः इति चिन्तयतु, सः एव सा एव कपालिका. अस्तु सावित्री भगिनि. अस्तु भगिनि, पठामि. अत्र प्रश्नः उदेति तत्र किल? न, अधुना नूतनप्रश्नः, तत् सः प्रश्नः चर्चितः परम्परासम्बन्धेन. अधुना नूतनप्रश्नः, यदि परम्परया घटकपालयोः पृथगाश्रयाश्रितत्वं नास्ति, यस्मात् द्वयोः अयुतसिद्धत्वं येन च द्वयोः मध्ये संयोगः न सम्भवति, तर्हि तदाधारेण सर्वेषामपि सावयवद्रव्याणां परम्परया अन्तिमावयवः परमाणवः इति कृत्वा कस्यापि सावयवद्रव्यस्य पृथगाश्रयाश्रितत्वं नास्ति, इमानि च सर्वाणि सावयवद्रव्याणि अयुतसिद्धानि इत्यस्मात् संयोगः न कुत्रापि सम्भवेत्, तस्य उत्तरं किम्? अत्र स एव प्रश्नः. इदानीं भगिनी उक्तवती परम्परया घटः कपालिकायामपि अस्ति, यदा पृथक् पृथक् आश्रयः भवति इति चिन्तयामः, घटः तु कपाले भवति, कपालः तु कपालिकायां भवति, परन्तु परम्परया घटः कपालिकायामपि भवति एव, यस्मात् द्वयोः अयुतसिद्धत्वं अयुतसिद्धत्वं भवति, युतसिद्धत्वं न भवति, येन च द्वयोर्मध्ये संयोगः न सम्भवति. पृथक् पृथक् आश्रयः एव वदनेन अस्य अत्र समस्या भवति. पृथक् पृथक् आश्रयान् स्वीकृत्य अपि परम्परया प्रथमकार्यम् अन्तिमकारणे भवितुम् अर्हति. तदाधारेण अयुतसिद्धत्वम् एव भवति. सर्वे यतः अत्र घटकपालयोः कपालिकायां उदाहरणं दृष्टवन्तः, तथा एव सर्वे सावयवद्रव्याणामपि परम्परया अन्तिम अवयवः भवन्ति परमाणवः इति कृत्वा कुत्रापि संयोगः न भवति. किमर्थं चेत् सर्वेषु स्थानेषु पृथगाश्रय आश्रितत्वं न भवति. परम्परया प्रथमकार्यम् अन्तिमकारणे परमाणवः परमाणुषु भवन्ति एव. इमानि च सर्वाणि सावयवद्रव्याणि अयुतसिद्धानि एव भवन्ति इति कृत्वा संयोगः कुत्रापि न सम्भवेत् इति प्रश्नः आगतः इदानीम्. भगिनि क्षम्यताम्, अहं तु म्यूट् मध्ये आसम्. अस्तु, हा भगिन्या यथा उक्तं तत्र इदानीं भिन्नं भिन्नं द्रव्यं स्वीक्रियते चेत् पटः वा घटः वा इति, तर्हि अन्ततो गत्वा घटः पटः अथवा पुस्तकं सर्वेषां परमाणवः एव आश्रयाः इति कृत्वा सर्वेषाम् आश्रयः समानः. तर्हि संयोगः कथं वा स्यात्? अयुतसिद्धद्रव्याणि एव भवन्ति ते तानि सर्वाणि इति प्रश्नः आसीत्. अस्तु, तस्य उत्तरम् अग्रे अस्ति. जयन्ती भगिनी पठति वा? आम्. कटारम्भकपरमाणवः अन्याः, पटारम्भकपरमाणवः अन्याः, पार्थिवपरमाणवः तु सन्ति एते सर्वे, किन्तु परम्पराभिन्नाः, परस्परभिन्नाः. प्रत्येकं परमाणुव्यक्तिः भिन्ना. अस्य घटस्य अवयवपरम्परा परमाणुः, द्रव्य द्वयणुकं त्रयणुकं चतुरणुकम् इत्यादारभ्य कपालिका कपालः घटः इति द्रव्यजन्यपरम्परा वर्तते. अस्य घटस्य परमाणवः भिन्नाः वर्तन्ते. पटस्य च पृथक् परम्परया परमाणवः भिन्नाः च. परमाणुत्वेन तेषां साम्ये अपि परमाणुव्यक्तिर्भिन्ना किल घटत्वं. यद्यपि सर्वेषु घटेषु तथापि यः कोऽपि एको घटः सः च एका व्यक्तिः इति यथा, तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव. परमाणुत्वम् एकं, किन्तु परमाणुव्यक्तयः परस्परभिन्नाः. अपि च सादृशा अवयवपरम्परया घटः आरब्धः, सा च परम्परा पटस्य अवयवपरम्परायाः भिन्ना. अस्माकं समस्या अस्ति सर्वेषां पदार्थानाम् अन्तिम अवयवः अस्ति परमाणुः. तर्हि सर्वेषु प्रसङ्गेषु अयुतसिद्धत्वम् अस्ति वा इति प्रश्नः. परन्तु अत्र किम् अस्ति उत्तरम् अस्ति यत् एषः प्रश्नः उदेति तदा यदा पृच्छकः मनसि परमाणवः भिन्नभिन्नाः इति ज्ञानं नास्ति चेत् तदा. आम्, यदि अस्माकं मनसि विचारः अस्ति यत् सर्वे परमाणवः समानाः इति अस्ति चेत् तत् प्रश्नः सत्यमेव. परन्तु अस्माकं मनसि यत् स्थापितम् अस्ति यत् भिन्नेषु द्रव्ये भिन्नानां द्रव्याणां परमाणवः अपि भिन्नाः, नाम पार्थिवपरमाणवः भिन्नाः, जलीयपरमाणवः भिन्नाः इति अस्ति चेत् प्रश्नस्य आवश्यकता अवसरः न उदेति. आम् आम् सत्यम्. अपि एवं केवलं पार्थिवपरमाणुः जलात् भिन्नः इति न, पार्थिवपरमाणुषु अपि ते सर्वे परस्परभिन्नाः इति. आम् आम् आम् इति एव अत्र विवृतमस्ति इति स्वीकर्तव्यं, न तु तत्र निरूपणमस्ति वा. हा तर्हि स्वीकर्तव्यम् इति यदा वदति तर्हि तत्र अङ्गीकर्तव्यम् अस्ति. किन्तु किमर्थम् अङ्गीकर्तव्यम् अस्ति तथा इति अग्रे अवयवपरम्परायाम् उच्यते. भगिनि एकः प्रश्नः, न केवलं परमाणेषु भिन्नता अस्ति अपि च अवयवपरम्परा अपि भिन्ना. पटस्य अवयवपरम्परा घटस्य अवयवपरम्परात् भिन्ना अस्ति. अतः कारणद्वयेन वयं वक्तुं शक्नुमः यत् परमाणवानां साम्यं नास्ति इति. सत्यम्. अवयवपरम्परा भिन्ना इत्युक्ते प्रत्येकस्याः परम्परायाः कार्यं भिन्नं, अन्तिमफलं भिन्नं. तदा फलं दृष्ट्वा ऊहां कर्तुं शक्नुमः, ओ अस्तु अन्ते यः अवशिष्यते, परमाणवः अवशिष्यन्ते, ते भिन्नाः स्युः इति. परन्तु आरम्भिकस्तरे तु अस्माभिः केवलं पठितम् अपि च अङ्गीकर्तव्यमासीत्, स्वीकर्तव्यम् आसीत् यत् परस्परभिन्नाः परमाणवः. किमर्थं भिन्नाः इति अनुमानेन साधयिष्यन्ति परम्परां दृष्ट्वा, अवयवपरम्परां दृष्ट्वा. तर्हि अन्तिमं फलं दृष्ट्वा एव वयं साधितुं अस्माभिः साधितुं शक्यं यत् परमाणवः भिन्नाः इति, खलु? कार्यम् अपि च तदनन्तरं परम्परा इति सर्वं दृष्ट्वा इति अनुमानं क्रियते. आम् आम्. सावित्री भगिनी प्रश्नः आसीत् वा? आमाम्. इतः पूर्वं वयं दृष्टवन्तः वा पार्थिवपरमाणवः जलीयपरमाणवः इति चत्वारि विधाः सन्ति इति? प्रायः न. अस्तु. किन्तु कुत्रचित् आगतमासीत् पार्थिवपरमाणुः इति प्रायः एवमेव, किन्तु गभीररीत्या किमपि कापि चर्चा न जाता. अस्तु अस्तु, धन्यवादः. अस्तु अस्तु, जयन्ति भगिनि. आम् वाक्यशः वदामि वा? हा, घटारम्भकपरमाणवः अन्याः, पटारम्भकपरमाणवः अन्याः. पार्थिवपरमाणवः तु सन्ति एते सर्वे, किन्तु परस्परभिन्नाः इत्युक्ते व्यक्तिस्तरे भिन्नाः इति. पटः भिन्नः, घटः भिन्नः इति इत्यस्मात् कारणात् परमाणवः यद्यपि सर्वे परमाणवः एव अन्तिमस्तरे व्यक्तिस्तरे व्यक्तित्वस्तरे परस्परभिन्नाः इति. किम् अवगतं भवत्या व्यक्ति इत्युक्ते? सदस्यः इति. प्रत्येकं परमाणुः व्यक्तिः, परमाणुजातेः व्यक्तिः, परमाणुत्वम् इति यः जातिः अस्ति, यद् या जातिः, तस्य सदस्यः प्रत्येकं परमाणुः. अवगतम्? सदस्यः एव व्यक्तिः इति उच्यते, जातेः. घटत्वं, हा, घटत्वम् इति जातिः अस्ति, घटत्वजातेः सर्वे घटाः व्यक्तयः. प्रत्येकं घटः घटत्वजातेः व्यक्तिः. अस्तु, तथा एव प्रत्येकं परमाणुः परमाणुत्वमिति यः जातिः या जातिः अस्ति तस्य जातेः व्यक्तिः तस्याः जातेः व्यक्तिः. तर्हि तत्र व्यक्तिभिन्नता कथं सर्वे सदस्याः परमाणुत्व जातेः सदस्याः. तर्हि पटत्वम् अस्ति चेत् पटत्वजातेः व्यक्ताः अपि समानाः, व्यक्त्यः अपि समानाः खलु? पटत्व इति जातिः खलु, पटत्वजात्यां सर्वे पटाः अन्तर्भूताः भवन्ति, नीलपटः वा अथवा पीतपटः वा यः कोऽपि, ते सर्वे पृथक् सदस्याः व्यक्तयः इति उच्यन्ते पटत्वजातेः. अपि च भवत्या यद् यद् उक्तम् अधुना, सर्वे व्यक्तयः भिन्नाः एव. न्यायशास्त्रे कोऽपि पदार्थः समानः इति न उच्यते, सर्वे पदार्थाः भिन्नाः एव. इदानीं मनुष्याणां विषये वयं चिन्तयामश्चेत् तदा अहं चिन्तयामि सत्यमेव अस्ति. यदा यदा अस्माकं कक्षायाम् इदानीं बहवः जनाः सन्ति, प्रत्येकः एकः एकः मनुष्य एव अस्ति, परन्तु भिन्नभिन्नसदस्याः सन्ति. सम्यक्. अत्र व्यक्तिः इत्युक्ते मनुष्यः, पुरुषः वा अथवा स्त्री वा इति नास्ति. व्यक्तिः इत्युक्ते सदस्याः, यथा सावित्री भगिनी उक्तवती तावदेव. अत्र परमाणुव्यक्तिः इत्युक्ते परमाणुस्तरे एव वा? परमाणुव्यक्तिः इत्युक्ते परमाणुत्वजातौ अन्तर्भूता व्यक्तिः तावदेव. घटव्यक्तिः व्यक्तिः इत्युक्ते परिमाणत्वं, परिमाणः यत्र परमाणेषु परिमाणं जायते इति. गोपालमहोदय किं वदतु, परन्तु तस्य एवल्यूशन्, तस्य रूप भगिनि एवं चिन्तयतु, सेट् अपि च मेम्बर् इति चिन्तयतु. प्रत्येकं मेम्बर् व्यक्तिः अस्ति तस्य सेट् इत्यस्य तावदेव. परमाणु इति सेट् अस्ति चेत् व्यक्तिः मेम्बर् इत्येव अस्ति. जयन्ति भगिनि तावदेव. पार्थिवपरमाणवः तु सन्ति एते सर्वे, किन्तु परस्परभिन्नाः. प्रत्येकं परमाणुव्यक्तिः भिन्ना. अस्य घटस्य अवयवपरम्परा, घटे घटस्य परम्परा अस्ति घटात् आरभ्य कपालः, तद् न अस्तु, सूक्ष्मरूपात् परमाणुः, तदनन्तरं द्वयणुकं, त्रयणुकं, चतुरणुकं, तदनन्तरं कपालिका, कपालः, घटः इति परम्परां निरूपयामः. परन्तु अस्य घटस्य परमाणवः भिन्नाः वर्तन्ते. पटस्य परम्परा तु पृथक् एव, तत्रापि परमाणुः अस्ति, परन्तु द्वयणुकं, त्रयणुकं, चतुरणुकं, तदनन्तरं तन्तवः, तदनन्तरं पटः इति. अतः अन्तिमे अवयवः वा अवयविनः यः अस्ति, यैः परम्परा भिन्ना इति वयं वक्तुं शक्नुमः. परम्परयया परमाणवः अपि भिन्नाः इति अनुमानेन. अत्र अस्मिन् परिच्छेदे तावत्पर्यन्तं न गतं, केवलम् इदम् उक्तं यत् घटस्य परमाणवः अपि पार्थिवपरमाणवः, पटस्यापि पार्थिवपरमाणवः परम्परया, यतोहि अन्तिमस्तरे परमाणवः एव अवशिष्यन्ते. घटः पार्थिवपदार्थः, पटः अपि पार्थिवपदार्थः, तयोः पार्थिवपरमाणवः एव. अस्तु, किन्तु परमाणवः परस्परभिन्नाः इति. आम्, अत्र अत्र परम्परां दृष्ट्वा परमाणवः भिन्नाः इति साधितमस्ति इति द्वितीयं सोपानम्. एतावत् इति अग्रे साधयिष्यन्ति, किन्तु एतावत्पर्यन्तं परमाणवः परस्परभिन्नाः, अतः घटे ये परमाणवः अन्तर्भूताः भवन्ति ते भिन्नाः, पटे ये अन्तर्भूताः भवन्ति ते भिन्नाः, अतः घटस्य च पटस्य च आश्रयः समानः इति न वक्तुं शक्नुमः, यतोहि भिन्नभिन्न परमाणूनां मिश्रणं भूत्वा घटः निर्मितः, भिन्नानां परमाणूनां मिश्रणेन पटः उद्भूतः, तथा अस्ति. अस्तु, परमाणुत्वेन तेषां साम्ये अपि परमाणुव्यक्तिर्भिन्ना किल. घटत्वं यद्यपि सर्वेषु घटेषु, तथापि यः कोऽपि एकः घटः सः च एका व्यक्तिः इति यथा, तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव. परमाणुत्वम् एकं, किन्तु परमाणुव्यक्तयः परस्परभिन्नाः. अत्र यद्यपि परमाणवः सर्वे पार्थिवपरमाणवः परमाणवः एव, परन्तु तत्र समानाः इति न, सर्वे परमाणवः एव. परमाणुत्वम् इति यत् अस्ति, यत् अस्ति व्यक्ति, तस्य व्यक्तयः भिन्नाः इति अस्ति. भगिनि, अत्र प्रत्येकं परमाणोः भिन्नभिन्नविशेषः भवन्ति. अत्र परमाणुस्तरे व्यक्तित्वम् इत्युक्ते विशेषः एव भवति किल? व्यक्तित्वम् इति व्यक्तेः धर्मः खलु. अस्तु, परन्तु अत्र भिन्न भिन्न इति वदनेन विशेषाः तु भिन्नाः, स्वयं भिन्नाः. आम्, परमाणुषु भेदः स्थाप्यते विशेषेण, विशेषाः अपि भिन्नभिन्नाः. अत्र पार्थिवपरमाणवः तु सन्ति एते सर्वे, किन्तु परस्परभिन्नाः. प्रत्येकं परमाणुव्यक्तिः भिन्ना. अत्र व्यक्तिगत भिन्नता अपि अस्ति, विशेषगतभिन्नता अपि अस्ति वा? तर्हि मम प्रश्नः भवति, व्यक्तिगता भिन्नता केन भवति इति. परमाणु यथा एकः घटः अस्ति, घटे बहु परमाणवाः सन्ति, तत् परमाणवाः समूह घटं जनयति. एकैकं परमाणवः घटे ये अस्ति सः पृथक्, ते सर्वे परस्परभिन्नाः, सर्वे परमाणुव्यक्त्याः सन्ति, परस्परभिन्नाः सन्ति परमाणवाः. हा, तत्तु सत्यं, परन्तु सावित्री भगिनी पृच्छति यत् व्यक्तिगतभेदः कथं स्थापयितुं शक्नुमः परमाणुषु इति, किल भगिनी? आम्, सत्यं. हा, व्यक्तिगतभेदः विशेषेण स्थाप्यते. विशेषः इति एकः पदार्थः यः परमाणौ अस्ति, सः अपि, ते अपि परस्परभिन्नाः. ते कथं परस्परभिन्नाः इत्युक्ते, विशेषे स्वयम् एकः धर्मः वर्तते, स्वतो व्यावर्तकत्वम् इति पूर्वम् एकवारं वर्गे उक्तं. तेन धर्मेण विशेषाः स्वयं स्वस्य भेदं स्थापयितुं शक्नुवन्ति इति अङ्गीक्रियते. इदानीं परमाणु इति स्वीकृतं, परमाणुषु भेदस्थापनाय विशेषः इति पदार्थः स्वीकृतः. पुनः विशेषे भेदस्थापनाय पुनः अधो गच्छति चेत् पुनः खण्डं खण्डखण्डशः पश्यति चेत् तत्र परमाणु इति सर्व लघुतमपदार्थः, ततः अग्रे अपि किञ्चित् लघु लघु इति कृत्वा गच्छति चेत् तत्र किमपि अस्ति अनवस्था दोषः वा दोषः वा इति किमपि इतोपि अधः न गन्तुम् शक्नुमः इति, इतोपि विशेषः इति पदार्थं स्वीकृत्य ततः अग्रे न गन्तुं शक्नुमः इति कृत्वा विशेषे एकः धर्मः अस्ति येन विशेषाः स्वयं भेदं स्थापयितुम् अर्हन्ति इति उच्यते. तस्मात् एवं परमाणुस्तरे व्यक्तिगतभिन्नता एव विशेषः. व्यक्तिगतभिन्नता स्थापयति विशेषः. विशेषः आम्. इदानीं घटः स्वीक्रियते चेत् अथवा पटः स्वीक्रियते चेत् परमाणुस्तरात् उपरि यः कोऽपि स्वीक्रियते चेत् तेषाम् अवयवाः भवन्ति, अवयवभेदेन व्यक्तिभेदः स्थापितः खलु घटस्तरे पटस्तरे. परमाणुस्तरे तादृशाः अवयवाः न सन्ति एव, निरवयवी परमाणुः. तेन विशेषः इति इतोपि एकः पदार्थः स्वीकृत्य विशेषे स्वयं भेदस्थापनशक्तिः अस्ति, स्वतोव्यावर्तकत्वम् इति कश्चन धर्मः तेन इति उक्तम्. अवगतं भगिनि. अस्तु. विशेषः प्रत्येकं परमाणुषु विद्यमानमस्ति वा विशेष? हा, तर्हि विशेषेण परमाणवः भिद्यन्ते. सत्यं सत्यम्. अस्तु. आम्. सप्तपदार्थेषु अन्यतमः विशेषः इति. आम् आम्. तर्हि व्यक्तिगतभिन्नता तद् अनन्तरं भवति वा? न न, अत्र अहं चिन्तयामि व्यक्तिगतभिन्नता परमाणुस्तरे विशेषेण एव जनयति. कारणम् अस्ति तत्र. अस्तु गोपालमहोदय, कारणं किम् इति भवान् एव चिन्तयतु. विशेषः एव कारणं भवति, कार्यमस्ति व्यक्तिगत परमाणवः. न न, अत्र कार्यकारणभावः नास्ति एव. नास्ति. केवलं जयन्ती भगिन्या यत् पृष्टं परस्परभिन्नता कथं साध्येत इति, तदर्थं सावित्री भगिन्याः उत्तरमासीत् विशेषः इति पदार्थः, तेन एकं परमाणुव्यक्तिः अस्ति अपरः परमाणुव्यक्तिः अस्ति, तयोः मध्ये भेदः. परन्तु तत्र विशेषः इति पदार्थः तत्र किञ्चित् करोति किल? हा हा, किमपि करोति, भेदस्थापनं करोति. तस्मात् एव उक्तवान् तत्र कारणमिति केन किञ्चित् जायते तत्र कारणं भवेत्. परन्तु अत्र भगिनी पूर्वमेव उक्तवती यत् परमाणुषु भेदस्थापनाय एव विशेषम् इति नूतनपदार्थः उत्पन्नः, किमर्थं चेत् अवयवभेदात् एव अवयवी जायते, अत्र अवयवः न सन्ति. अवयवः न सन्ति चेत् कथं भेदं स्थापयितुं शक्नुमः इति कृत्वा नूतनपदार्थः विशेषः इति स्वीकृतः. परन्तु अस्मिन् परिच्छेदे विशेषस्य उल्लेखनमेव नास्ति भगिनि. सत्यं भगिनि, केवलं परस्परभिन्नाः इति उक्तं खलु, परमाणवः कथं परस्परभिन्नाः इति प्रश्नः चेत् आम् विशेषेण विशेषेण किमर्थं विशेषः इति स्वीकृतः, यतोहि अवयवाः न सन्ति. पुनः यद्भवती उक्तवती आसीत् अनुभवसिद्धम् अस्ति, अन्ततो गत्वा कार्यं भिन्नम् इति चिन्तयित्वा अनुमानं कृत्वा प्रारम्भिकस्तरे परमाणवः भिन्नाः स्युः इति अनुमानं क्रियते चेत् परस्परभिन्नता अस्ति इति अनुमानं क्रियते चेत् भिन्नता स्थापनार्थं किम् आवश्यकम् इति चिन्तयित्वा विशेषः इति नूतनपदार्थः आवश्यकः आसीत्। अस्तु, परन्तु विशेषः स्वयमेव स्वयमेव व्यक्ति भिन्न विशेषः स्वस्य भेदं स्वयं स्थापयति। विशेषः स्वयं वदति अहम् अपरस्मात् विशेषात् भिन्नः अस्मि इति। तत्र तादृशः विशेषे स्वीक्रियते। अस्तु अस्तु, अग्रे सरेम वा? अस्तु, माला भगिनी। किन्तु अधुना इदं वक्तव्यं यत् ये आरम्भकपरमाणवः पटे सन्ति तेषु परमाणुषु पटत्वं नास्ति, केवलं पार्थिवपरमाणवः ते। तस्मात् ते परमाणवः घटस्यापि आरम्भकपरमाणवः भवितुम् अर्हन्ति स्म। अनेन च घटपटयोः अवयवपरम्परा कुतः भिन्ना? इदानीं परमाणवः पश्यामश्चेत् ये आरम्भकपरमाणवः पटे सन्ति ते तु केवलं पार्थिवपरमाणवः, तस्मिन् पटत्वं नास्ति। ते परमाणवः पटस्य आरम्भकपरमाणवः भवितुम् अर्हति, घटस्यापि आरम्भकपरमाणवः भवितुम् अर्हन्ति स्म। अतः इदानीं घटपटयोः अवयवपरम्परा कथं भिन्ना इति वक्तुं शक्नुमः? यतोहि परमाणवः तु सर्वेपि परमाणवः पार्थिवपरमाणवः किमपि भवितुम् अर्हति, तदा कथं भिन्नता स्थापितुं शक्नुमः इति प्रश्नः भवति। सत्यं, तर्हि प्रश्नः सर्वेषां मनसि स्पष्टः अस्ति वा? पार्थिवपरमाणवः इति ये परमाणवः ते आरम्भिकाः, ते अपरत्रापि गन्तुम् अर्हन्ति, घटे वा पटे वा उत्पीठिकायां वा यः कोऽपि पार्थिवपदार्थः भवतु तत्र सर्वत्र ते गन्तुम् अर्हन्ति पार्थिवपरमाणवः आरम्भिकस्तरे। तदर्थं प्रश्नः तत्रैव विशेषेण आगच्छति किल? न आरम्भकप्रमाणवः यत् यस्मात् पटः जायते अथवा घटः जायते तेषु तेषु भिन्नविशेषाः सन्ति। हा, इति तु सत्यम् इति अस्माभिः ज्ञातं। किन्तु अत्र प्रश्नः अस्ति यद् ते एव परमाणवः ये केऽपि पार्थिवाः ते उभयत्र गन्तुम् अर्हति, तर्हि अन्ततो गत्वा घटस्य पटस्य उत्पीठिकायाः पुस्तकस्य सर्वेषां किम् आश्रयः एकः एव वा इति, अवयवः एकः एव वा इति। तदर्थं गोपालमहोदयेन यदुक्तं तदपि सत्यं। हा, यद्यपि पार्थिवपरमाणवः परन्तु किन्तु परस्परभिन्नाः घटस्य प्रति अथवा पटस्य जन्येन किमपि भवितुम् अर्हन्ति यथा ते किं वदामः परमाणवाः नेसेण्ट् परमाणवाः न जानामि संस्कृत परमाणवाः सन्ति तदा ते कुत्रापि गन्तुं शक्नुवन्ति परन्तु यदा तत्र कमिट्मेण्ट् आगच्छति तत् घटं प्रति गच्छति, पटं प्रति गच्छति, अन्यत् कुत्रापि गच्छति, सः पार्थिवपरमाणुः तदा कमिटेड् परमाणुः अस्ति. तत्पूर्वं यत् कुत्रापि गन्तुं शक्नोति. क्षम्यताम् आङ्ग्लभाषायां प्रयोगं कृतं, चिन्ता नास्ति महोदय, किन्तु स्पष्टः जातः इति मन्ये तेन. इति एव वार्ता अस्ति. तर्हि सावित्री भगिनी किमपि उक्तवती? न न, अहं चिन्तितवती अत्र दश परमाणवः सन्ति चेत् प्रथमावस्थ्यां ते घटतः गन्तुं शक्नुवन्ति अथवा पटतः गन्तुं शक्नुवन्ति. तेषां यूनिवर्स् किमपि अस्ति तेषु. पटमपि जनयितुं शक्नुवन्ति अथवा घटमपि जनयितुं शक्नुवन्ति, परन्तु अत्र घटपटयोः अवयवपरम्पराः कुतः भिन्नाः, कथं भिन्नता परम्परया आगतं, तस्यैव प्रश्नः अस्ति इति अहं चिन्तयामि. हा, इदानीं परम्परा कथं भिन्ना स्यात् इति प्रश्नः. हा, सः एव प्रश्नः. यतोहि ते एव परमाणवः घटं जनयितुम् अर्हाः, पटमपि जनयितुम् अर्हाः, तर्हि कथं वा परम्परा भिद्येत इति प्रश्नः. अस्तु, तर्हि रेमाला भगिनी एव पठतु उत्तरत्वेन किं किम् अस्ति. उत्तरम् इदं यत् ईश्वर इच्छावशात् तथा भवितुम् अर्हति. पटस्य आरम्भकपरमाणवः घटस्य भवितुम् अर्हन्ति स्म. परमाणवः सूक्ष्मरूपेण भवन्ति, यस्मात् पटारम्भकः वा घटारम्भकः वा इत्यस्माभिः न ज्ञायते कः परमाणुः कीदृशद्रव्यस्य अवयवः स्याद् इति ईश्वर इच्छावशात् निर्णीयते इति स्वीकर्तव्यम् अस्ति. एतादृशसार्वत्रिकत्वं भवतु नाम. इदानीं घटपटयोः अवयवपरम्परा कुतः भिन्ना इति प्रश्नः आगतः अस्ति. तस्य उत्तरमस्ति, ईश्वरस्य इच्छानुसारं तद् किमपि भवितुम् अर्हति. यदा यथा घटः अथवा पटः ईश्वरस्य इच्छानुसारेण एव तथा भवितुम् अर्हति. पटस्य आरम्भकपरमाणवः घटस्य भवितुम् अर्हन्ति स्म. इदानीं पटस्य आरम्भकपरमाणवः इति चिन्तयामः चेत् तदपि घटं भवितुम् अर्हन्ति. परमाणु अहं चिन्तयामि आरम्भकपरमाणवः न भवितुम् अर्हन्ति. प्रायर् टु यथा ते आरम्भक पटस्य आरम्भकपरमाणवः न आसन् तत्पूर्वं ते घटस्य अपि भवितुम् अर्हन्ति स्म, परन्तु यदा ते पटस्य आरम्भकपरमाणवः भवन्ति तत्र पट एव जनयति, पटमेव जनयति घटना इति सत्यम्. एकवारं यदा पटजनकः परमाणवः भवन्ति तदा तु इदं सत्यं, किन्तु अधुना आरम्भिकस्तरे एव स्मः, पार्थिवपरमाणवः इत्यस्मिन् स्तरे एव स्मः, तदा किं भवति इति माला भगिनी. सत्यं, तथा तत् समये किमपि भवितुम् अर्हति खलु. पटः अपि भवितुम् अर्हति, घटः अपि भवितुम् अर्हति, परन्तु ईश्वर इच्छावशात् एव तद् भवति. परमाणवः सूक्ष्मरूपेण भवन्ति, यस्मात् पटारम्भकः वा घटारम्भकः वा इत्यस्माभिः न ज्ञायते. एतस्मिन् समये वयं न ज्ञातुं शक्नुमः किं भवितुम् अर्हति, कः परमाणुः कीदृशद्रव्यस्य अवयवः स्याद् इति न जानीमः. ईश्वर इच्छावशात् निर्णीयते किम् अन्तिम किं भवति इति. एतादृशसार्वत्रिकत्वं भवतु नाम सार्वत्रिकत्वं तत् न जानामि इत्युक्ते परमाणुषु यत् शक्तिः अस्ति घटः भवितुम् अर्हति अथवा पटः भवितुम् अर्हति तत् सार्वत्रिकत्वं वा अस्तु आङ्ग्लभाषायाम् ओम्निपोटेण्ट् एतादृशसार्वत्रिकत्वं भवतु नाम तस्यैव परमाणोः घटजनकशक्तिः अपि अस्ति पटजनकशक्तिः अपि अस्ति किन्तु सः परमाणुः घटं जनयति वा पटं जनयति वा इति ईश्वरेच्छा वशात् एव निर्णीयते इति परन्तु मूलप्रश्नः आसीत् अवयवपरम्परा कुतः भिन्ना इति तस्य उत्तरम् एतावता न प्राप्तं केवलम् इदमुक्तं यद् आरम्भकपरमाणुषु घटजनकशक्तिः वा पटजनकशक्तिः एतत् सर्वम् अस्ति सार्वत्रिकम् अस्ति कस्मिन् स्तरे पर्यन्तं यदा दृष्ट्या शक्यते तत्पर्यन्तं परम्परा भिन्ना इति वक्तुं शक्यते परन्तु तत् पूर्वं किं जायते इति वयं न जानीमः किं महोदय परम्परया भिन्नं भिन्ना भवति दृष्टिरीत्या यथा घटपरम्परा कपाल यत्किमपि सत्यं सत्यं प्रत्यक्षेण इति वक्तुमिच्छति किल तत्पूर्वं परन्तु तत्पूर्वं किं जायते इति तदेव तत्रैव प्रश्नः अस्ति यत् वयं अस्माभिः न द्रष्टुं शक्यते तत्रैव क्लेशः भवति मनसि इत्युक्ते भगिनी द्वयणुके द्वयणुकस्तरे वा त्रयणुकचतुरणुकस्तरपर्यन्तं तत्र सार्वत्रिकम् अस्ति वा सार्वत्रिकता प्रश्नः समीचीनः अस्ति अन्ये किं किं चिन्तयन्ति द्वयणुकपर्यन्तम् अस्तु तर्हि अग्रे गत्वा इदमपि उक्तमस्ति करपत्रे परं द्वयणुकम् इति यदा जायते तत्र केवलं द्वयणुकम् अथवा परमाणुसमूहः इति न नूतनद्रव्यमेव परमाणुस्तरे एव एतद् भवति सत्यं परमाणुस्तरे एव अवयवपरम्परा इति किमपि नास्ति परन्तु एकवारं द्वयोः परमाणोः मेलनं भवति चेत् नूतनद्रव्यमिव जायते अपि च न्यायशास्त्र अनुगुणं प्रत्येकं द्रव्यं प्रत्येकः पदार्थः भिन्नभिन्नः तर्हि एवं स्वीकुर्मः सेट् ए इति स्वीकुर्मः सेट् ए मध्ये परमाणुद्वयम् अस्ति सेट् बि मध्ये परमाणुद्वयम् अस्ति तर्हि सेट् ए मध्ये ये परमाणवः सन्ति ते भिन्नं भिन्नद्रव्यमेव सेट् बि मध्ये ये परमाणवः ते भिन्नमेव द्रव्यं यद्यपि द्वयणुकः वा त्रयणुकः वा स्यात् किन्तु नूतनद्रव्यमेव इति कृत्वा तत्रापि अवयवपरम्परा भिद्येत अस्तु तर्हि गोपाला महोदय अग्रे पठति वा इदानीं किम् उत्तरं अवयवे भेदः नास्ति चेत् अवयविनी भेदोऽपि न भवति अवयवभेदः कथं सिद्ध्यति अवयवी भिन्नत्वात् अवयवभेदः कार्यवशात् कारणम् अनुमीयते घटः कार्यः पटः कार्यः द्वयोः कार्योः भिन्नत्वात् अवयवभेदः अनुमीयते तत्र कुत्र कथं वयं वक्तुं शक्नुमः अवयवे भेदः अस्ति तत्र अवयविनि दृष्ट्वा एव अवयवी भिन्नत्वात् एव अवयवभेदः जायते इति अनुमानमेव तत्र अनुमीयते हा अवयवी भिन्नत्वात् अवयवस्य भेदः इति वयं वक्तुं शक्नुमः. आम् तत्र घटः अस्ति, घटः कार्यः कारणमस्ति अवय कपालः, पटः कार्यः, द्वयोः कार्योः भिन्न तत्र घटका कारणं भिन्नः, पटकारणं भिन्नः, कार्यो भिन्नत्वात् ऐ मीन् कार्यः भिन्नः, कार्यं भिन्नः भवति, भिन्नं भवति, तस्मात् तत्र अवयवभेदः इति अनुमानं जायते. अन्ते अन्ते यत् फलम् अस्माकं नेत्रयोः पुरतः अस्ति तद् दृष्ट्वा ओ घटः भिन्नः पटः भिन्नः इति ज्ञानम् उत्पद्यते खलु. तस्मात् तत्र अवयवभेदः अपि अस्ति इति. रूपे भेदः अस्ति, घटस्य रूपे पटस्य रूपे भेदः अस्ति इति दृष्ट्वा अस्तु घटे ये अवयवाः अन्तर्भूताः ते भिन्नाः स्युः, तदर्थं घटः पटात् भिन्नः दृश्यते इति अनुमीयते. अस्तु महोदय, अग्रे अपि पठतु किञ्चित्. यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः इति, तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुमर्हति अवयवभेदार्थं. तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्नाः. घट घटारम्भकपरमाणवः भिन्नाः, पटारम्भकपरमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तम्. एतत् सर्वम् अवलभ्य यदि वदामः भेदः नास्ति स च अनुभवविरुद्धः, यतोहि कार्यं भिन्नम् इति ज्ञायते अङ्गीक्रियते च, तदारेण अवयवाः अपि भिन्नाः इति मन्तव्यं. तदेव एवं यत् यत्पर्यन्तं वयं द्रष्टुं शक्यते तत् तत्पर्यन्तं वयं गन्तुं वयं गच्छेमे. तत्पूर्वं परमाणवः भिन्नाः इति वक्तुं तत्र अनुमानप्रमाणे एव तत् साध्यते, ते भिन्नाः इति वक्तुं शक्यते. तस्मात् घटारम्भकप्रमाणवः भिन्नाः, भटारम्भकप्रमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते. यदा पूर्वं मया घटकार्य पटकार्य तदेव अत्र किञ्चित् सूक्ष्म सूक्ष्मरूपपर्यन्तं गच्छामः चेत् तत्रापि कार्यवशात् कारणं भिन्नम् इति. सत्यं महोदय. नो चेत् तत्र अनुभवविरुद्धः भवति. अनुभवविरुद्धः इत्युक्ते किम्? यत् वयं यत्किमपि वयं दृष्टिरीत्या किमपि अनुभवामः, एकः घटः भिन्नः, पटः भिन्नः, तत् वयं जानीमः. परन्तु तर्हि घटस्य स्तरे कपालस्य स्तरे यः अनुभवः सिद्ध्यति सः एव अनुभवः परमाणुस्तरे अपि स्यात् इति अङ्गीकर्तव्यं भवति. घटं दृष्ट्वा पटं दृष्ट्वा घटस्य अवयवाः कपालतन्तोः तन्तौ भिन्नौ इति अङ्गीक्रियते चेत् पुनः अधः अधः सूक्ष्मस्तरे गत्वा तेषाम् अन्तर्भूतानां परमाणूनामपि भिन्नता अस्ति इति. अवयवाः अपि भिन्नाः, यदा वयं परमाणुपर्यन्तं गच्छामः चेत् तत्र परमाणवः अपि भिन्नाः इति मन्तव्यमेव भवति. आरम्भिककारणं तु परमाणुः एव. कार्यं घटः वा पटः वा यः कोऽपि भवतु, आरम्भिक तु कारणं तु परमाणुः. तर्हि कार्यं दृष्ट्वा कारणं भिन्नं भिन्नं स्यात् इति. कस्यचित् प्रश्नः अस्ति, कार्यं भिन्नम् अतः कारणमपि भिन्नम् इति न्यायशास्त्रे अस्ति किं? किमर्थं चेत् कारणं एकमेव भवितुम् अर्हति, किन्तु कार्यं प्रक्रियानुसारं कार्यं भिन्नभिन्न भवितुम् अर्हति. अनुभवे अतः इतोपि एकवारं पृच्छतु, प्रक्रियानुसारं कार्यं भिन्नं भिन्नं भवितुम् अर्हति इति किमर्थं वदति? कारणम् एकमेव कारणम् एकमेव भवतु, किन्तु प्रक्रियानुसारं कार्यं भिन्नभिन्न किमर्थं चेत् परमाणवः अनुमानेन इदानीम् उक्तं कार्यवशात् परमाणवः भिन्नभिन्न इति, घटपरमाणवः भिन्नः, पटपरमाणवः भिन्नः इति अहं, किन्तु तत् अनुमानं सम्पूर्णतया न सत्यं नास्ति इति मम चिन्तनमस्ति. किमर्थं चेत् परमाणवः भिन्नः न चेदपि प्रक्रियानुसारं प्रोसेस् इति आङ्ग्लभाषायां वदामः चेत् कार्यम् अन्तिमकार्यं भिन्नभिन्न भवितुम् अर्हति. किमर्थं चेत् आङ्ग्ल यदि यदि हैड्रोजन् आटम् इति स्वीकुर्मः चेत् तस्मात् बहवः भिन्नभिन्न मालिक्यूल्स् भवति खलु, अतः अहं अस्तु तर्हि भवती चिन्तयति यत् प्रक्रियाम् आधारीकृत्य एव कार्यं भिद्यते, तर्हि आरम्भिकस्तरे कारणस्य एव भिन्नता अस्ति इति न स्यात् इति भवत्याः चिन्तनं किल? आम् आम् आम् आम् हा तर्हि एते नैयायिकाः विपरीतदिशि गच्छन्ति. भवती अधस्तात् उपरि गच्छन्ति अस्ति, ते उपरिष्टात् अधः गच्छन्ति. उपरितनस्तरे घटं दृष्ट्वा एकः घटः अस्ति, अपरः घटः अस्ति, प्रथमः घटः द्वितीयः घटः अस्तु, प्रथमः घटः द्वितीयः घटः अनयोः भेदः अस्ति न वा? उभयोः उभयोः घटत्वम् अस्ति किन्तु पदार्थः भिन्नभिन्नः खलु? पदार्थः भिन्नः इति ज्ञानं कथम् उत्पद्यति मनसि तद्दृष्ट्वा? एकः वस्तु अपरः वस्तु न इति उत्पद्यते मनसि. एकः वस्तु अपरः अपरस्मात् भिन्नः कथं स्यात्? तयोः अवयवाः भिन्नाः स्युः इति अनुमानं कृत्वा. इदानीं घटस्य प्रथमघटस्य कपालद्वयं, द्वितीयघटस्य कपालद्वयम् अस्ति चेत् प्रथमघटात् एकं कपालं स्वीकृत्य द्वितीयघटात् अपरं कपालं स्वीकृत्य इतोपि नूतनघटः सृजति चेत् तत्र तृतीयः घटः इति. पुनः अवयवः भिन्नाः, तर्हि नूतनः एव पदार्थः तृतीयः घटः, समानः नास्ति. तर्हि कारणानि भिद्यन्ते, अवयवाः अथवा कपालाः इति कारणं भिद्यते इति कृत्वा अवयविभिन्नं, तथा एव कपालस्तरात् पुनः अधः गत्वा कपालिका भिद्यते इति कृत्वा एकः कपालः अपरस्माद् भिन्नः, ततः एव अन्ततो गत्वा ते वदन्ति यत् परमाणुस्तरे प्रत्येकं परमाणुः भिन्नः इति. किन्तु भवती वदति सामान्य वैज्ञानिकज्ञानेन भवती यद् एकः एव आटम् इति यद् अङ्गीक्रियते, भिन्नभिन्नप्रक्रियया भिन्नभिन्नवस्तु जायते तेन इति भवत्याः अवगमनं खलु? आमां. परन्तु न्यायशास्त्रे परमाणु इति आटम् इति अपि नास्ति. यः कोऽपि पदार्थः यस्य खण्डनं न भवितुम् अर्हति सः इति. अधुना आटम् इति स्वीक्रियते चेत् अपि आटम् इत्यस्मिन् अपि इलेक्ट्रान्स् न्यूट्रान्स् सर्वम् अस्ति. तर्हि कुतः पर्यन्तं गच्छामः खण्डं कृत्वा कृत्वा कृत्वा? यदा तस्मिन् स्तरे तं स्तरं प्राप्नुमः यत्र पुनः विभजनं न शक्यं, सः एव परमाणुः. तस्मिन् स्तरे परस्परभिन्नाः भवन्ति परमाणवः इति नैयायिकानां मतम्. भगिनी, यथा भवत्या उक्तं, वयम् आरम्भस्तरे पश्यामश्चेत् तत्र यथा वयं पठितवन्तः वा, यथा भगिन्या उक्तं प्रक्रिया वा ईश्वरः केनापि परमाणुस्तरे किं भवितुम् अर्हति इति कोऽपि न जानाति, परन्तु यत्र द्रव्यं भवति वा अवयविनः अवयवी भवति तस्मिन् स्तरे वयं वक्तुं शक्नुमः एतस्य परमाणवः भिन्नाः इति अन्तिमस्तरे एव. अतः किम् as long as it's identified with the object, then it's different from the first level iti. Once the identification is tasya kim asti tasya vidyamanam yavat dravye bhavati va avayavini bhavati tasmin stare vayam एतस्य अवयविनः परमाणवः एव इति वक्तुं शक्नुमः खलु, ते भिन्नाः इति. एतस्य अवयविनः परमाणवः भिन्नाः इति तदा वक्तुं शक्नुमः यदा अवयविस्तरे कार्यं पश्यामः इति. तत्तु सत्यं, किन्तु एवं चिन्तयामः चेत् परमाणुस्तरे दृष्टिगोचरमेव न भवति तद्वस्तु. अनुमानं कृत्वा एव वक्तव्यं भवति. अवयवपरम्परां पश्यामश्चेत् अवयविनोः अवयवाः भिन्नाः इति कृत्वा तर्हि आरम्भिक अवयवाः के सर्वेषां परमाणवः परमाणुः तेषां परस्परभिन्नता स्यात् इति अनुमानम्. अस्तु अग्रे सरेम वा. केषाञ्चन जनानां मनसि सन्तोषः नास्ति एतावता इति चिन्तयामि. न्यायशास्त्ररीत्या इदानीम् अवगतम्. इतोपि प्रश्नं चिन्तयित्वा अनन्तरं पृच्छामि. अस्तु भगिनि, तर्हि भवत्योः मतमपि समीचीनं. प्रक्रियया एव नूतनं द्रव्यं जायते इति, आरम्भे सर्वे समानाः एव, प्रक्रिया भिन्ना, प्रोसेस् भिन्ना इति. परन्तु न्यायिकाः वदन्ति तथा न, कार्यं भिन्नम् अन्ततो गत्वा, तर्हि कारणं भिन्नं स्यात् इति. तर्हि एकं डिफ्रेण्ट् ओपिनियन् इति चिन्तयितुं शक्नुमः. अपि च न्यायशास्त्रे कारणं कार्यं च द्रव्यमार्गेण भवति, न तु प्रक्रिया इति इतः पर्यन्तं न दृष्टवन्तः खलु. यदि घटनिर्माणसमये कपाल एव घटस्य कारणम् इति दृष्टवन्तः, किन्तु दण्डचक्रस्य उपयोगेन कथं घटं घटस्य निर्माणं भवति इति तत् न्यायशास्त्रे तस्य मुख्यत्वं नास्ति. सत्यं सत्यम्, एतावता कदाचिदपि प्रक्रियाम् अनुसृत्य, प्रक्रिया आधारीकृत्य चिन्तनं न जातं. केवलं द्रव्यं वा अथवा यः कोऽपि यत्किमपि कारणं प्रत्यक्षं भवति तदवलम्ब्य एव कार्यकारणभावः साधितः इति भगिनी वदति किल. आम् अस्तु, तर्हि चिन्तनीयं भवति सर्वैः इति चिन्तयामि. भगिनि, ईश्वरेच्छा वसात् इति वदनेन कथम् अर्थं कथम् अर्थं जायते? अन्नोन् रीज़न् इति, हा, अथवा कोऽपि अस्ति सुप्रीम् रीज़न् इति, तेन कारणेन, बियाण्ड् आर् अण्डर्स्टाण्डिङ्ग्, तेन कारणेन कः परमाणुः कुत्र गच्छति इति निर्णीयते. अन्नोन् रीज़न् वा अथवा बियाण्ड् अवर् अण्डर्स्टाण्डिङ्ग् वा तथा. धन्यवादः. अस्तु अग्रे सरेम किं सरि तर्हि सन्ध्या भगिनी पठति वा. अन्यच्च अत्र नूतनविचारोऽपि अस्ति यत् ये पटस्य आरम्भकपरमाणवः सन्ति ते यद्यपि घटस्य आरम्भकपरमाणुभिः सह समानजातीयाः तथापि ते तु घटस्य आरम्भकपरमाणवः न भवितुम् अर्हन्ति. किमर्थमिति चेत् सिद्धान्तत्वात् घटस्य आरम्भकपरमाणुभिः अवयवेभ्यः पृथगेव द्रव्यम् उत्पद्यते, न तु केवलम् अवयवसमूहः. तर्हि अत्र किं वदन्ति तत्र आरम्भकः आरम्भे ये परमाणवः सन्ति ते पटस्य आरम्भपरमाणवः अपि च घटस्य आरम्भकः परमाणवः ये सन्ति ते समानजातीयाः सन्ति, यतः चिन्तयामि उभयत्रापि परमाणुत्वम् अस्ति अतः समानजातिः परमाणुत्वम् इति कृत्वा अथवा पृथ्वीत्वं सत्यं तत्र पृथ्वीत्वं वा परमाणुत्वं वा इति तत्र जातिद्वयं किल तत्र भिन्नभिन्न जातयः. अस्तु तथापि तत्र घटस्य ये परमाणवः भवन्ति आरम्भकः परमाणवः ते पटस्य आरम्भकः परमाणवः न भवितुम् अर्हन्ति. किमर्थम् इत्युक्ते तत्र सिद्धान्तः अस्ति घटस्य आरम्भकः परमाणवः ये सन्ति तैः यद् यद् द्रव्यम् उत्पद्यते तद् भिन्नम् अस्ति, तद् भिन्नद्रव्यम् अस्ति इत्युक्ते घटस्य आरम्भकः परमाणवः ये सन्ति तेषां समूहेन वा संयोगेन तत्र भिन्नद्रव्यम् उत्पद्यते, न केवलं तत्र अवयवसमूहः इति नास्ति इति वदन्ति. अग्रे पठामि वा? अग्रे पठतु भगिनि. एतावता तर्हि स्पष्टं स्यात् सर्वेषां मनसि. एवं केवलम् इदं वक्तुम् इच्छामि, परमाणूनां समूहः इति नास्ति, केवलं द्रव्यम् इति अन्वीयते मन्तव्यं भवति. द्व्यणुकम् अस्ति चेदपि केवलं परमाणुद्वयस्य समूहः न, नूतनं द्रव्यमेव. तर्हि यः कोऽपि परमाणुः घटं जनयति सः एव पटमपि जनयति इति सिद्धान्तत्वात् वक्तुं न शक्नुमः इति तेषां मतम्. अत्र भगिनि अहं वक्तुमिच्छति स्म यत् प्रथमस्तरे आरभ्य प्रतिस्तरे किञ्चित् भिन्नता वर्धते, बृहत् बृहत् गत्वा अन्ततो घटः जनयति अथवा अन्यद्रव्यं जनयति. परन्तु यत्र वदन्ति केवलम् अवयवसमूहः न परन्तु नूतनद्रव्यम् इति, तत्र प्रायः अनुमीयते यत् प्रतिस्तरे किञ्चित् घटपर्यन्तं घटं किञ्चित् किञ्चित् घटत्वम् अधिकम् अधिकं भवति इति. किञ्चित् किञ्चित् घटत्वं वा अथवा कपालत्वं कपालिकत्वं यत्किमपि भवतु किन्तु प्रत्यस्मिन् स्तरे नूतनं द्रव्यं भवति सृष्टं भवति. बौद्धमत अग्रे पश्यामः. अग्रे अस्ति बौद्धमतम्. अस्तु सन्ध्या भगिनी अग्रे पठतु. यथा उभाभ्यां परमाणुभ्याम् अन्यत् अतिरिक्तमेव द्व्यणुकम् उत्पद्यते, तद्व्यणुकं केवलं परमाणुद्वयसमूहः इति नास्ति, परमाणुद्वयसंयोगेन अन्यदेव द्रव्यं भवति द्व्यणुकं नाम्ना, न तु केवलं परमाणुद्वयसमूहः. बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इत्यङ्गीकुर्वन्ति. घटः इति परमाण्वपेक्षया अतिरिक्तः नास्ति इति बौद्धानाम् अभिप्रायः. परमाणुपुञ्जः इति ते स्वीकुर्वन्ति. विलक्षणपरमाणुपुञ्जः एव घटः. घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति. कपालः इत्युक्ते परमाणुपुञ्जः, परमाणुसमूहः इति. घटः अपि तथैव विलक्षणपरमाणुपुञ्जः. अतिरिक्तं द्रव्यं नोत्पद्यते इत्येषाम् अभिप्रायः. अवयवसमुदायः एव अवयवी, किन्तु न्यायशास्त्रे न तथा. परमाणुद्वयसंयोगेन अन्यदेव द्रव्यं, कपालद्वयसंयोगेन तथैव पुनः अन्यदेव द्रव्यम्. तर्हि अत्र यदि परमाणुद्वयं स्वीकुर्मः तर्हि उभाभ्यां परमाणुभ्यां द्वाभ्यामपि तत्र यः यत्किमपि उत्पद्यते द्व्यणुकं तद् भिन्नमस्ति, अतिरिक्तम् अस्ति. तद्व्यणुकं केवलं परमाणुद्वयसमूहः इति नास्ति, अपि तु परमाणुद्वयसमूहेन जातम् एकं नूतनं द्रव्यमस्ति. तस्य नाम अस्ति द्व्यणुकम्. तत्र केवलं परमाणुद्वयसमूहः नास्ति, परन्तु नूतनं द्रव्यम् इति. तत्र परमाणुद्वयम् अस्ति इति. परन्तु अत्र सिद्धान्तभेदः दृश्यते. बौद्धाः तथा न स्वीकुर्वन्ति. तत्र परमाणुद्वयसमूहः एव अवयवी अस्ति. तत्र घटः इति परमाण्वपेक्षया अतिरिक्तः नास्ति इति बौद्धानाम् अभिप्रायः. तर्हि घटः अपि च परमाणुः तत्र भेदः नास्ति. बहूनां परमाणूनां तत्र समूहः एव घटः. तत्र परमाणुपुञ्जः, बहूनां परमाणूनां समूहः परमाणुपुञ्जः इति ते वदन्ति. तर्हि एकः परमाणुपुञ्जः भवति घटः, तथैव तस्य एव नाम तत्र विलक्षणपरमाणुपुञ्जः इति चिन्तयामि. तथैव अपराः तत्र विलक्षणपरमाणुपुञ्जः पुनः पटः भवितुम् अर्हति इति चिन्तयामि. तत्र घटः, बौद्धाः चिन्तयन्ति घटः इत्युक्ते तत्र कपालाभ्याम् आरम्भः न भवति. तत्र कपालः अपि परमाणुपुञ्जः, घटः अपि भिन्नपरमाणुपुञ्जः एव. तर्हि भिन्नद्रव्यं नास्ति, केवलम् अवयवसमूहः वा तत्र परमाणुसमूहः एव अवयवी इति. परन्तु न्यायशास्त्रे तथा नास्ति. परमाणुः अस्ति, अनन्तरं परमाणुद्वयसंयोगेन तत्र न केवलं परमाणुसमूहः वा परमाणुसंयोगः, परन्तु भिन्नद्रव्यम् इति भवति. तथैव कपालद्वयसंयोगेन पुनः तत्र कपालः इति द्रव्यं, भिन्नकपालः इति अपरं द्रव्यं, तयोः द्वयोः संयोगेन पुनः अपरं द्रव्यं घटः इति उत्पद्यते इति न्यायशास्त्रे वदन्ति. इति नूतनं नूतनं द्रव्यम् इति. तर्हि जयन्ती भगिनी, भवत्याः प्रश्नस्य उत्तरं प्राप्तं? कुतः पर्यन्तं, कुतः आरभ्य अवयवपरम्परा इति? आम् आम्, द्व्यणुकात् आरभ्य एव. यदा उभयोः परमाणोः मेलनं तदा एव अवयवपरम्परा आरभ्यते, नूतनं द्रव्यम् इति. एकम् आङ्ग्लभाषायां वक्तुम् इच्छामि भगिनि, क्षम्यताम्. न्यायशास्त्रम् इति ग्रेजुअलिस्ट् इति प्रदर्शनं भवति, बौद्धमतम् इति एक्स्ट्रीमिस्ट्, एकस्तरे एव अस्ति. सर्वे द्रव्याणि परमाणुपुञ्जः इति भवति. न्यायशास्त्रे द्वयणुकं त्रयणुकं सर्वे नूतनद्रव्यं भवति, परम्परया कपालम् उत्पादयति, अनन्तरं घटम् उत्पादयति इत्युक्ते तत्र ट्रान्सिशन् भवति. एकस्मात् स्तरात् अपरस्तरे बौद्धानां तथा नास्ति इति वदति वा? तथा नास्ति. आम् अस्तु. अस्तु तर्हि अग्रे राजेन्द्रमहोदय. आं भगिनि, तर्हि ये यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इति किम्? अस्मिन् विषये चिन्तनं कर्तव्यं, तदा एव अग्रे पठनं. पुनः प्रश्नः उदेति यत् ये परमाणुभिः पटः निर्मीयते तेन परमाणुभिः घटं न निर्मातुं शक्यते इति किमर्थं तथा अस्ति? किञ्चित् चिन्तनं अस्माभिः कर्तव्यं तथा. चिन्तनं किम् अत्र? आं भगिनि, तर्हि चिन्तनं किम् अत्र? चिन्तनमस्ति यदा यदा ये परमाणु पट आरम्भ परमाणु ये पटं निर्मीयते ते घटं न निर्मातुं शक्यते यदा यदा तत् पूर्वं आरम्भिकपरमाणवः पार्थिवाः एव खलु. यावत्पर्यन्तं तत्र कमिट्मेण्ट् नास्ति इति भवता उक्तं तावत्पर्यन्तं तु उभयोः निर्माणं शक्यं, घटस्य च पटस्य च, किल? परन्तु ईश्वर इच्छा वशात् तत्र अनन्तरं ये पट आरम्भपरमाणुः सन्ति तेन पटम् एव निर्मीयते. अन्यथा ये घट आरम्भपरमाणुः सन्ति ते परमाणवः सन्ति ते घटमेव निर्मीयते. निर्मातुं शक्यते. वस्तुतस्तु यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इति अपि न वाच्यं. पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवन्ति चेत् पुनः मूलेभ्यः एते सर्वेभ्यः पार्थिवपरमाणुभ्यः ईश्वर इच्छावशात् कालान्तरे तैरपि परमाणुभिः घटः उत्पत्तिम् अर्हति. अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम्? यदि यदि परमाणुभिः पटः तत् पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवति तथा पुनश्च न्यायिकाः वदन्ति पुनश्च मूलपरमाणु यत्किमपि तत् अस्ति भवति तत् अनन्तरम् ईश्वर इच्छावशात् तत्कालानन्तरं ते हि परमाणु पुनश्च घटम् अपि उत्पादितुं शक्नुवन्ति. अनेन परम्परया घटपट्योः अयुक्तसिद्धत्वं भवति किं? ते यदा तथा वदामः तत्र घटपट्योः अयुक्तसिद्धत्वम् अस्ति वा, पृथक्त्वं न अस्ति वा, तथा प्रश्नः अस्ति. अस्तु, किमर्थम् अयुतसिद्धत्वम् अस्ति इति वदामः अत्र? यदि यदि यथा पटस्य अवयवानां परमाणुपर्यन्तं नाशः कुर्मः तत् पुनश्च मूल परमाणुः आगच्छति तत्तु ईश्वर इच्छावशात् कालान्तरे ते पट आरम्भपरमाणु अपि अथवा घट आरम्भपरमाणु परमाणवः अपि भवितुम् अर्हन्ति. तेन तर्केण वक्तुं शक्नुमः वा तत् अयुक्तसिद्धत्वम् अस्ति यथा तत्र भेदः पृथक् भेदः नास्ति? नाम अवयवाः भिन्नाः, ये परमाणवः पटस्य अवयवाः अथवा घटस्य पटस्य अवयवाः आसन् ते अधुना घटस्य परमाणवः पटस्य नाशनानन्तरं, तर्हि अवयवभेदः इति नास्ति खलु इति प्रश्नः. अवयवभेदः नास्ति, अवयवाः समानाः इत्युक्ते तत्र अयुतसिद्धत्वम् अस्ति वा इति प्रश्नः. परम्परारीत्या तयोः अवयवाः समानाः एव वा इति प्रश्नः बुद्धः वा? आम् आम् भगिनि. घटस्य एव क्षम्यतां, पटस्यैव अवयवाः अधुना घटस्य अवयवाः, तर्हि अवयवभेदः नास्ति, घटपटयोः संयोगः न भवितुमर्हति, परन्तु मध्ये ईश्वर इच्छावशात् भेदः आगच्छति। हा, यद्यपि ईश्वर इच्छावशात् भेदः अस्ति, तथापि मूले मूले तु ते एव परपरमाणवः अधुना घटस्य अवयवः, तर्हि कथं वा अनेन परम्परया कटपटयोः अयुतसिद्धत्वं भवति वा, कथं वा युतसिद्धत्वम् इति वदामः इति प्रश्नः। तत्र यत्र नाशः भवति तत्र परम्परा अपि नश्यति। कथं महोदय? यदा यदा यदा नाशपर्यन्तं गच्छति परमाणु परमाणुपर्यन्तं, तत्र यत्र नाशः भवति तत्र परम्परा अपि नास्ति, तत्र इदानीं नूतनपरमाणु भवति। हा, नूतनपरम्परा एव सृजति क्रियते इति मम चिन्तनम्। हा, इति इति अग्रे अपि अस्ति, तर्हि लक्ष्मी भगिनी पठति वा अग्रे? लक्ष्मी भगिनी अस्ति किम्? लक्ष्मी भगिनी वा? अस्तु, अग्रे पठतु कृपया। एकस्मिन् एव समये समानैः परमाणुभिः घटः अपि पटः अपि निर्मातुं न शक्यते, तस्मात् द्वयोः अयूतसिद्धत्वं न भवति, अनेन घटपटयोः अयूतसिद्धत्वं नास्ति, कालान्तरे तैरव परमाणुभिः घटः उत्पद्यते चेदपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च युतसिद्धत्वम् अस्ति अस्ति अवश्यम्। यस्मिन् काले अमुकाः परमाणवः पटारम्भकाः तस्मिन्नेव काले ते परमाणवः घटारम्भकाः न भवितुमर्हन्ति। अस्तु, इदानीमेव प्रश्नं आगतं, यदि पटनाशपर्यन्तं यथा पटनाशपर्यन्तं ये परमाणवः सन्ति ते पुनः पार्थिवपरमाणवः भवन्ति, अनन्तरं घटपटयोः मध्ये अयुतसिद्धत्वं भवति किम् इति प्रश्नम् आगतं। तस्मिन् तस्य प्रश्नस्य उत्तरमस्ति, एकस्मिन् समये एव घटपट निर्माणं परमाणुभिः न भवितुमर्हन्ति, घटपटनिर्माणं एकस्मिन् समये एव परमाणुभिः न भवन्ति, अतः तयोः मध्ये अयुतसिद्धत्वं न भवति, घटपटयोः मध्ये अयुतसिद्धत्वं न भवति। पुनः कालान्तरे तैरेव परमाणुभिः घटः उत्पद्यते चेदपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च युतसिद्धत्वम् अस्ति अवश्यम्। इत्युक्ते पटस्य नाशानन्तरं परमाणवः पार्थिवपरमाणः परमाणवः अनन्तरं कालान्तरे ईश्वर इच्छा वा किमपि अस्ति, तदनन्तरं घटपरमाणवः भवन्ति चेत् चेदपि तयोः मध्ये युतसिद्धत्वम् एव न तु अयुतसिद्धत्वम्। यस्मिन् क्षणे अमुकाः इत्युक्ते इदानीं तेषां नामकरणं न अभवन्, ते पार्थिव परमाणवः इति, तदेव अहं चिन्तयामि खलु। यस्मिन् काले अमुकाः परमाणवः यस्मिन् क्षणे ते पटारम्भकाः परमाणवः भवन्ति, तस्मात् क्षणात् ते पटारम्भकाः परमाणवः एव न तु घटारम्भकाः परमाणवः भवितुमर्हन्ति. एकस्मिन् क्षणे पटारम्भकाः चेत् पटारम्भकाः एव, नाशनानन्तरं घटारम्भकाः स्युः, किन्तु एकस्मिन् काले पटारम्भकाः पटारम्भकाः एव भवति. युगपत् घटारम्भकाः अपि च पटारम्भकाः इति स्थितिः नास्ति. अतः किम्? अतः तेषां मध्ये युतसिद्धत्वम् एव, न तु अयुतसिद्धत्वम्. अयुतसिद्धत्वं सिद्धत्वं पृथक् पृथक् अवयवाः भवन्ति, तर्हि युतसिद्धत्वमेव. अस्तु, अग्रिमवाक्यमपि पठतु भगिनि. इदानीम् अस्माकं पुरतः यः घटः पटः च स्तः, तौ द्वौ पृथक् सिद्धौ प्रत्यक्षेण. अतः इदानीं ये अस्य घटस्य आरम्भकपरमाणवः वर्तन्ते, ते इदानीं दृश्यमानस्य पटस्य आरम्भकाः न भवन्ति एव. उभयत्र पार्थक्यम् इति अनुभवसिद्धम्. अस्माकं पुरतः घटः अस्ति वा पटः अस्ति वा, ते तौ द्वौ पृथक् सन्ति, पृथक् एव प्रत्यक्षेण पृथक् एव. ये परमाणवः घटारम्भकः परमाणवः, ते पटारम्भकः परमाणवः न भवन्ति. अस्मिन् अस्माकं पुरतः यः यदि घटः अस्ति चेत् तस्य परमाणवः घटारम्भकपरमाणवः एव, न तु पटारम्भकः परमाणवः. किन्तु उभयत्र पार्थक्यम् इति अनुभवसिद्धम् अनुभवसिद्धम् इति द्वौ अपि पार्थिव द्रव्यमेव, किन्तु भिन्नभिन्न पार्थिवद्रव्यम् इति तस्य अर्थम्. सत्यं सत्यं भगिनि, तथा एव अस्ति, समीचीनम्. अनुभवसिद्धम् अस्माकम् अनुभवः कः, तयोः मध्ये पार्थक्यम् अथवा पृथक्त्वम् अस्ति इति अनुभवः. अतः तयोः अवयवाः अपि पृथक् स्युः इति कृत्वा अन्तिमस्तरे परमाणवः अपि पृथक् पृथक् एव भवन्ति इति अनुभवसिद्धं. किन्तु भवत्या यत् पृष्टम् आरम्भिकस्तरे सर्वे समानाः, प्रक्रियाभेदात् भिन्नभिन्नद्रव्याणि जायन्ते, तस्मिन् दिशि अपि चिन्तनीयं, तस्यां दिशि अपि चिन्तनीयम् इति चिन्तयामि. अर्दिनी भगिनी पठति वा? आं भगिनि, अन्ते इदमपि वक्तव्यं यत् न्यायशास्त्रे पार्थिवपरमाणवः, जलीयपरिमाणवः, तेजसपरिमाणवः, वायवीयपरिमाणवः च एते चत्वारः परस्परं नित्यं भिन्नाः. पार्थिवपरमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते, जलीयपरिमाणुभिः महज्जलम् उत्पद्यते. तत्र पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, जालीयपदार्थानां कारणानि जलीयपरमाणवः च. एते भिन्नश्रेणयः स्थिताः, परमाणवः नित्यं भिन्नाः. सारांशः, न्यायशास्त्रे भिन्नभिन्नपरिमाणाः परमाणवः सन्ति. पार्थिवपरमाणवः, जलीय तेजस वायवीय परिमाणाः चत्वारः परस्परं भिन्नाः, नित्यं भिन्नाः. पार्थिवपरिमाणुभिः पार्थिवपदार्थाः उत्पद्यन्ते, जलीयपरमाणुभिः महज्जलम् उत्पद्यते. पार्थिवपदार्थानां कारणानि पार्थिवपरमाणवः, कारणं पार्थिवपरिमाणः. जलीयपदार्थानां कारणानि जलीयपरमाणवः. एते भिन्नश्रेण्यः स्थिताः, परमाणवः नित्यं भिन्नाः. नाम परमाणुस्तरे परमाणुस्तरे अपि भिन्नभिन्नाः सन्ति. सत्यं सत्यं. पार्थिवपरमाणवः, जलीयपरमाणुः, तेजसः, वायुवीयपरमाणवः. उच्यतां भगिनि? सर्वत्र भिन्न भिन्नाः सन्ति. हा, यद्यपि जातिः घटत्वं पटत्वम् इत्यादिकं नास्ति परमाणुस्तरे, तथापि पार्थिवाः, जलीयाः, तेजसाः, वायवीयाः इति भेदः तु अस्ति एव. तेन भिन्नभिन्नपदार्थानि पदार्थाः जायन्ते. अस्तु, कोऽपि प्रश्नः वा अस्मिन् विषये? प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रि. शुभरात्रि. धन्यवादः. धन्यवादः.